स्मृतात्वयापि चात्रैव मुक्तिरायाति याति च पुत्रीकृत्य त्वयैमौ च पार्श्वे स्वस्यैव रक्षितौ। अधुनापि त्वया स्मृता मुक्तिः आयाति याति च, यदा यदा स्मृतिः यदा यदा मुक् भक्तिः मुक्तिं स्मरति तदा तदा इतः आयाति ततः परं वैकुण्ठं प्रति प्रतियाति च। त्वया भक्त्या इमौ भक्ति ज्ञानवैराग्यनामानौ स्वस्य पार्श्वे एव पुत्रीकृत्य पुत्रम् इव स्वी पुत्राविव स्वीकृत्य रक्षितौ स्तः।